पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 184 देव्युवाच सर्वज्ञ सर्वचैतन्य सर्वेश्वरगिरां गुरो धन्यास्मि शिवमान्येन दृश्यमानेन यत्त्वया निरूपितमिदं पुण्यं नवमाध्यायवैभवम् अनेकविस्मयस्वादु कथानाकमयं मधु शृण्वन्त्या मम देवेश न तृप्तिर्जातु जायते अकुण्ठाश्रवणोत्कण्ठा वर्धते वृषभध्वज आस्विन्मम हि मां बोधे गीतानां श्रुतिजीवितं तत्रापि दशमाध्यायं प्रधानं मुनयो जगुः तमुद्दिश्य महाध्यायमभिधेहि कथानकं शिव उवाच शृणु शुश्रोणिनिश्रेणीं स्वर्गदुर्गस्य दुर्लभां सीमामिव प्रभावानां पावनीं परमां कथाम् आसीत् काशीपुरे विप्रः पुण्यकीर्तिपरायणः प्रशान्तचेता निर्मुक्तहिंसा कार्कश्य साहसः निवृत्तिनिरतो नित्यं जितेन्द्रियतया तथा धीरधीरिति विख्यातो नन्दीव मयि भक्तिमान् निस्तीर्णनिगमाम्भोधिः सर्वशास्त्रार्थकोविदः तस्य ध्यानपराधीन चेदसः प्रतिगच्छतः अन्तरात्मनि निर्मग्न मनसस्तत्त्वचक्षुषः करावलम्बनं तस्य धावन्प्रीत्या ददाम्यहम् कदाचन चमत्कारकारकं विमनामुनिः आचान्धकिञ्चनासाग्रपरमानन्दमेदुरां दृशमासाद्यनिद्राणकरणोऽयमिवास्थितः उपाधास्य विशालाक्षि विशालां द्वारदेहलीम् अशेदनिशि निःशङ्कं तावल्लम्बे क्षणः क्षणं मामपृच्छत् भृङ्गिरिडिः प्रणम्य पादपङ्कजम् अनेन विधिना केन विहितं तव दर्शनं तपस्तप्तं हुतं जप्तं किमनेन महात्मना दत्ते प्रतिपदं देवो यस्य हस्तावलम्बनम् अयं न लभते गन्तुं कस्मादस्मात् पुराद् बहिः यदृच्छया यदा काशी सीमामुल्लङ्घ्य गच्छति न पश्यति तदा सर्वान् पार्श्वस्थानपि देहिनः अत्र हेतुमहं ज्ञातुमिच्छामि स्वामि भाषिताम् अनुग्राह्योऽस्मि चेद्वक्तुं युक्तं चेत्तदुदीरय भृङ्गिरिडेरिमं प्रश्नं समाकर्ण्याहमूचिवान् कदाचिदासं कैलासं पार्श्वे पुन्नाग कानने रणत्केचरशुश्रोणि पूर्णस्तबककानने कलकण्डकुलालापकल्लोलितदिगन्धरे गरुत्मदादिदात्यूह समूहस्वरसङ्कुले भ्रमदारुकडीयन्द्रप्रोल्लसद्बिन्दुरुत्तरे प्रबुद्धसारणिप्रान्तकदली कन्दलालसे कस्तूरीहरिणोपेदे किन्नरस्वरमोहिते रो मन्दमन्दरापाङ्गैर्मृघैः क्वापि निषेविते हंसैः कीरेषु पाण्डित्यं कुर्वाणैः सङ्कुले शुकैः निर्हृदि क्वणिनिरन्ध्रसमीरणविलोडिते माधवी पुष्पनिर्यास शीधुक्षीब मधुव्रदे उन्मीलित्रिवलीपुष्पगुच्छसौरभनिर्भरे प्रोद्भुल्ल बहुलामोदमदमन्थरषट्पदे सोमादुद्भूत पीयूषक्षालिदक्षिदिमण्डले अध्यास्य वेदि कामे कामहं क्षणमवस्थितः उद्दण्डशाखिसं कट्टस्फुटन् मन्दामुखोत्करैः प्रकम्पिदा चलच्छायो वव्वौ चण्डसमीरणः पश्चादभून्महाकोशो निर्घोषितदरीतडः अवातरतदः कश्चित्पक्षी गगनगह्वराद शारदानरिदश्चाय कज्जलानामिवोच्चयः तामसामिव सङ्घादः पक्षच्छेदीव पर्वतः अवष्टभ्यक्षिदिं पद्मां पक्षीमां प्रणनामसः आनीय पद्ममम्लानमसौ मत्पादयोर्व्यधाद अथासौ स्पष्टया वाचा पक्षी स्तोत्रमुदीरयेद जय देव चिदानन्द सुधा सिन्धो जगत्पदे सदा सद्भावना सङ्गकल्लोलानन्दविग्रह अद्वैतवासनामत्या मलत्रयविवर्जित जितेन्द्रियपराधीन समाधिप्राप्य विग्रह निरुपाधिविनिर्मुक्त निराकार निरामय निस्सीम निरहङ्कार निरावरणनिर्गुण शरणागत सन्त्राणप्रवीण चरणाम्बुज भीममाल महाव्यालज्ज्वालादग्ध मनोभव कुठारभिन्नदैत्येन्द्र गण्डूषितमहाविभो त्रिपुरप्रमदाभाल सिन्दूरोद्धूलिमार्जन कात्यायनी कूचाम्भोज वरकुङ्कुमचर्चित नमः प्रमाणदूराय नमः प्रमदिरूपिणे नमश्चैतन्यनाथाय नमस्त्रैलोक्यरूपिणे वन्दे तव पदाम्भोजं योगिप्रवरचुम्बिदम् अपारभवपाधोधिपारावतरणाद्भुतं वाचस्पतिरपि स्तोत्रे भवतो न प्रगल्भदे सहस्रवदनस्यापि फणीन्द्रस्य न चातुरी त्वद्वर्णने महादेव कोऽहमल्पमधिकगः स्तोत्रमे दशमाकर्ण्य कृतं तेन पदत्रिणा तमवोचमहं कोऽसि कुतस्त्योऽसि विहङ्गम हंसेन सदृशकायो वर्णकाकेन सन्निभः प्रयोजनं कमुद्दिश्य प्राप्तोऽसीह तदुच्यताम् इति पक्षी मया पृष्ठप्रश्रया नदकन्धरः जगादश्लक्ष्णया वाचा पक्षीवाक्यविदाम्बरः देवेश दुर्जडे विद्धि मां मरालं स्वयम्भुवः कर्मणा येन मे कार्ष्ण्यं जातमाधुनिकं विभो तदा कर्णय सर्वज्ञ पृष्ठं यदि तदुच्यते मानसा सरसः पृथ्वीं याथ प्राप्तोऽस्मि सङ्कटं सौराष्ट्रनगरादारात् सरसि स्फुटदम्बुजे बालेन्दुखण्ड धवलान् मृणालकवलानहम् आदाय बलमाश्रित्य निरगां गगनं द्रुतं विहाय सस्ततस्मादकस्मादपतं भुवि अधमोहपरिदात्मा सर्वथा विकलेन्द्रियः वेपमानवपुर्मोहास्पृष्टशीतैः समीरणैः प्रबुद्धः पदने हेतुमपश्यन्नात्मनस्तदा अहो किमेतदापन्नमद्य पाद कथं मम कालिमायेन कायेऽस्मिन् पक्वकर्पूरपाण्डुरे इत्यहं विस्मयाविष्टो यावत्कुर्वे विचारणं तावदम्बुरुहाद्वाणीमश्रौषमहमीदृशीम् उत्तिष्ठहं स वक्ष्यामि कारणं पादकार्ष्ण्योः अदोद्धाय समागत्य मया मध्ये सरोवरे दृष्टराजीविनी रम्या राजीवै पञ्चभिर्युता कारणं प्रष्टुमारेभे कार्ष्ण्यस्य पतनस्य च अथ तत्र घनश्यामान् स्वर्णवर्णाम्बरावृतान् चतुर्भुजान् गदाशङ्खचक्रपङ्केरुहायुधान् किरीडहारकेयूर कुण्डलद्विधि चित्रितान् अद्राक्षमन्तरिक्षस्थान् पुरुषानयुतानि षट् नत्वा प्रदक्षिणीकृत्य पञ्चपद्मां सरोजिनीम् आत्मीयं पादमारभ्य पृष्ठं तदखिलं मया पद्मिन्युवाच कलहंस गतोऽसि त्वं मां विलङ्घ्य विहायस तेन पादकयोगेन पतितोऽसि महीतले तेनैव कालिमाकाये पक्षिसत्तम लक्ष्यते भवन्तं पतितं वीक्ष्य कृपापूर्णेन चेतसा मध्यमेन मुनाब्जेन वददा जाद सौरभम् आख्राय षट्पदाष्टिसहस्राणि दिवं व्ययुः ये ते ये भवदां दृष्टाः नीलोत्पलसमत्विषः सर्वे ते सप्तमे तीदे जन्मन्यासन्मुने सुदाः अस्यैव सरसस्थिरे ते पुस्ते परमं तपः कदाचित् कामिनी काञ्चित् चम्पकस्तबकस्थनी चला पाङ्गकलाकान्ततरङ्गितरसालिनी नासा मुक्ता फलज्योत्स्ना चुम्बितस्मितदीधितिः वीणां विन्यस्य कुचयोर्वनेऽस्मिन्मधुरं जगौ सायं त्या स्वरमाकर्ण्य ब्राह्मणा हरिणा इव तां समागत्य ते सर्वे सममेव व्यलोकयन् मया दृष्टा ममैवेयमित्यूचुस्ते परस्परम् मुष्ठामुष्टिततस्तेषां भ्रातॄणामभवद्रणः अन्योन्यमुष्टिनिष्पिष्ट वक्षस्सत्यक्तजीविताः ते भुक्त्वा निरयान् घोरान् बभूवुः सारसा भुवि तदा ते स्वापदान् जघ्नुर्दग्धा वन्येन वह्निना ततो मादङ्गतामेत्य पथि पान्थानखादयन् वने विशोदकं पीत्वा ते ययुर्यममन्दिरं करोष्ट्रकपिमार्जार जन्मान्यासाद्य चक्रमाद तदो मधुव्रता जाता वर्तन्तेऽत्र सरोवरे अद्य मे गन्धमाख्राय प्रापुस्ते वैष्णवं पदं शृणु पक्षीन्द्रवक्ष्यामि येन मय्यस्ति वैभवं ये तस्माज्जन्मनः पूर्वे तृतीये जन्मनि क्षितौ सरोजवदनानामद्विजाधे कन्यका भवन् पादिव्रत्यैकनिरदा गुरुशुश्रूषणे रदा कदाचित् सारिकामेकां पाठयन्त्यां विलम्बितं सारिका भव पापे त्वं पत्या शक्तास्मि कुप्यता प्रत्य सारित्वमासाद्य पादिव्रत्यप्रसादतः मुनीनामेव सदने कन्या काचित् पुपोष मां गीतानां दशमाध्यायं विभूतिरिति विश्रुतं प्रातः पठति विप्रोसावश्रौषं तमकापहं कालेन सारिकादेहमहं हित्वा विहङ्गम दशमाध्यायमाहात्म्यादप्सराश्चाभवं दिवि पद्मावतीति विख्याता पद्माया दयिता सुखी कदाचन मया यान्त्या विमानेन विहाय सा येदत्सरोवरं रम्यं विलोक्य विमलाम्भुजम् अवतीर्य जलक्रीडा यावदारभ्यते मया दुर्वासास्तावदायादो विवस्त्रा तेन वीक्षिता तद्भयात् पद्मिनीरूपं धृतमेदन्मया स्वयं पद्भ्यां पद्मद्वयं चैव द्वयं हस्तद्वयेन च मुखेन पञ्चमां भोजमिति पञ्चाम्बुजास्मि अहं दृष्टा तेन मुनीन्द्रेण कोपज्वलितचक्षुषा अनेनैव स्वरूपेण तिष्ठपापे शतं समाः इति शापं समुत्सृज्य स चैवान्तर्दधे क्षणाद् विभूत्यध्यायमाहात्म्याद्वाणीमेन विलीयते मद्विलङ्घनमात्रेण पतितोऽसि महीतले अद्य शापनिवृत्तिर्मे तिष्ठतस्ते खगोत्तम निशामयमया गीय मानमध्यायमुत्तमं यस्या कर्णनमात्रेण त्वमद्यैव विमोक्ष्यसे इत्यसौ दशमाध्यायं पपाठश्लक्ष्णया गिरा तमाकर्ण्यतया दत्तमादाय च सरोरुहं मया समर्पितं तुभ्यं पद्मिन्या पद्ममुत्तमं युत्युक्त्वा स जहौ देहं तदद्भुतमिवाभवत् भृङ्गिरिडिरिवाच पुरातने भवे कोऽयं ब्रह्महंसो भवत् कथं तवाग्रतः कुतो हेदोरुत्ससर्ज कलेवरम् इति भृङ्गिरिडिर्वाक्यमाकर्ण्याहं तदा ब्रुवं द्विजवेश्मनि पूर्वस्मिन् जन्मन्ययमजायत सुतप इति विख्यातो ब्रह्मचारी जितेन्द्रियः वसन् गुरुकुले कुर्वन्वेदाध्ययनमन्वहं गुरुशुश्रूषणं सम्यग् विदधाति च भक्तितः शयानस्य गुरोशय्यां निद्रिद्धः सपदा स्पृश्यद तेन पापेन तिर्यक्त्वमयं स्वर्गेऽपि लब्धवान् प पद्मयोनिमरालानमध्ये जातस्ततो द्विजः अस्मिन् जन्मन्यमुष्येह पुरा स्मल्लोकनावधि गीतानां दशमाध्यायं नलिन्या कथितं तदः आकर्ण्यविहगोलेभे ब्रह्मज्ञानमनुत्तमं सोऽयं विप्रकुले जादो दशमाध्यायवैभवाद जन्माभ्यासवशादस्य शिरोरपि मुखाम्बुजाद गीतानां दशमाध्यायसमुल्लसति सर्वदा तदर्थपरिणामेन सर्वभूतेष्वपस्थितं शङ्खचक्रधरं देवमयं पश्यति सर्वदा यस्मिन्यस्मिन्य दैवास्य दृष्टिस्निग्धा शरीरिणः ससमुक्तो भवेत् सर्वः सुरापो ब्रह्मापि वा तद्विज्ञाय मया विप्रः परमात्मस्वरूपिणा इदं नगरमानीदो मुक्तिक्षेत्रं स्वभावतः अत्रत्यानां मनुष्याणां मुक्तिकरतले स्थिता तेनास्य दृष्टिपादेन विशेषोऽन्यो न जायते न ददामि बहिर्गन्तुमहमस्य पुरा कृतं दशमाध्यायमाहात्म्यात् तत्त्वज्ञानं सुदुर्लभं लब्धमेतेन मुनिना जीवन्मुक्तिरियं तथा तेनास्य चलदोहस्तं ददामि पथि गच्छदः दशमाध्यायमहिमा भृङ्गिरिडे महानयम् इति भृङ्गिरिडेरग्रे कथितं यत्कथानकं तवेदमत्र कथितं सर्वपापप्रणाशनं नरो वाप्यथवा नारी यापि कोऽपि च वा पुनः अस्य श्रवणमात्रेण सर्वाश्रमफलं लभेद इति श्री पद्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये चतुरशीत्यधिकशततमोऽध्यायः ओम्।